अस्तु, तर्हि गतवर्गे वयं ज्ञानविषये किञ्चित् पठितवन्तः, तत्र ज्ञानाधिकरणम् आत्मा इति भागे स्मः अहम् इदानीं, तत्रैव किञ्चित् पुनः पठित्वा अनुवर्तयामः। तर्हि रामकार्तिक् महोदय, भवान् पठितुं शक्नोति वा तत्र ज्ञानवान् इत्यनुक्त्वा तस्मात् आरभ्य? हरि ओम्, अस्ति वा महोदय? अस्तु, सुनील् महोदय, भवान् पठति वा किञ्चित् ज्ञानवान् इत्यनुक्त्वा तस्मात् आरभ्य? आं भगिनि, ज्ञानवान् इत्यनुक्त्वा ज्ञानाधिकरणमिति कुतः उक्तम्? उद्देशक्रमानुसारमात्मनं निरूपयति। ज्ञानाधिकरणमात्मा सः द्विविधः, जीवात्मा परमात्मा च इति। तत्र ईश्वरः सर्वज्ञः, परमात्मा एकः एव। जीवः तु प्रतिशरीरं द्विगुर्नित्यश्च इति। पुष्पा भगिनि, तत्र प्रश्नवाचकम् अस्ति, ज्ञानवान् इति न उच्यते, ज्ञानाधिकरणम् इति किमर्थं वदति इति, अथवा अत्र आत्मविषये अस्ति, अतः आत्मा ज्ञानाधिकरणम् इति। तत्र ज्ञानवान् इति मधुप्रत्ययः अस्ति, अनन्तरम् अन्यत् षष्टिविभक्तिः अस्ति, अतः वयं पूर्वं दृष्टवन्तः ज्ञानाधिकरणम् इति स्पष्टतया वक्तुं शक्यते इति, अतः ज्ञानाधिकरणम् आत्मा इति। सः द्विविधः, जीवात्मा। षष्टिविभक्ति कुत्र अस्ति तत्र? ज्ञानाधिकरणम् आत्मा इति। हा, तत्र कुत्र षष्टिविभक्ति? तत्र ज्ञानाधिकरणम् आत्मा, ज्ञानवान् आत्मा, तत्र द्वयोः तत्र भेदः कः? तत्र आत्मनि अधिकरणम् अस्ति इति, सत्यं, परन्तु तत्र षष्टिविभक्ति तत्र द्वयोः प्रतीति इति चिन्तयामः चेत् तत्र द्वयोः प्रतीत्योः अपि तत्र षष्टिविभक्ति इति नास्ति खलु? गन्धवती पृथिवी अथवा पृथिव्याः लक्षणं, गन्धवत्वं पृथिव्याः लक्षणम् इति, सत्यं सत्यं, तत्र अस्ति षष्टिविभक्ति। परन्तु अत्र ज्ञानाधिकरणं, ज्ञानवान् इति द्वयोः मध्ये तथाविधभेदः नास्ति। तत्र सः द्विविधः इति, जीवात्मा परमात्मा इति। तत्र ईश्वरः परमात्मा सः एकः एव, सः सर्वज्ञः। जीवः तु अधिकः, प्रतिशरीरं प्रति भिन्नरीत्या भिन्नभिन्न। अस्तु, रामप्रिया भगिनी, भवती पठित्वा वदति वा किञ्चित्? श्रूयते वा भगिनि? हा, श्रूयते। हरि ओम्, श्रूयते वा? हा हा हा हा, इदानीं श्रूयते महोदय, मध्ये किञ्चित् भवतः ध्वनिः न श्रुतं, परन्तु इदानीं श्रूयते। अहं तद् पिन् नोडयतु इति सन्देशं प्राप्तवान्, अहं न जानामि किम्। हा हा हा हा, चिन्ता नास्ति महोदय, अग्रे वदतु। अहं पुनः पठामि वा? हा हा हा तत्र जीवः तु प्रतिशरीरं तस्मात् आरभ्य किञ्चित् पठित्वा जीवः तु प्रतिशरीरम् अतः अधिकः जीवः प्रतिशरीरे अस्ति इति सः नित्यः च इति विभुः नित्यः च इति तत्र जीवः इत्युक्ते किम् हरि ओम् जीवः तु आत्मा एव हा जीवः इत्युक्ते तत्र जीवात्मा तत्र जीवात्मा द्विविधः इति उक्तं खलु तत्र एकः अस्ति परमात्मा परमात्मा इत्युक्ते तत्र ईश्वरः सर्वज्ञः अपि च एकः एव परन्तु यः जीवात्मा अस्ति सः भिन्नः अपि च विभुः नित्यः इति अस्ति अनन्तरं प्रति शरीरे अस्ति इति हा हा सत्यम् इह ज्ञानवान् आत्मा इत्येव वक्तव्ये ज्ञानाधिकरणमात्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय ग्रहणदार्ढ्याय पुनरपि सः अर्थः प्रतिपाद्यते कालनिरूपणे दर्शितरीत्या सर्वे अपि पदार्थाः कालिकसम्बन्धेन महाकाले तदुपाधौ च वर्तन्ते ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते अत्रापि ज्ञानवान् आत्मा इति अपि वक्तुं शक्यते परन्तु अत्र ज्ञानाधिकरणमात्मा इति वयं पूर्वोक्तरीत्या उक्तम् अतः तत्र सम्बन्धविशेषसूचनाय स्पष्टीकर्तुं शक्यते अतः ज्ञानाधिकरणमात्मा इति उच्यते अतः तत् पुनरपि पुनः अर्थं प्रतिपादयितुं तादृशम् उच्यते एतदपि पूर्वदर्शितरीत्या कालिकसम्बन्धेन महाकाले वर्तते ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते वयं जानीमः सर्वे पदार्थाः कालिकसम्बन्धेन महाकाले वर्तते ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते इति उत्तमं पुष्पा भगिनी अग्रे पठति वा पठितः आवां पृष्ठ किं द्विचत्वारिंशत् द्विषष्टिः अत्र एतश्च एकस्यैव अत्र अर्थश्च गते ज्ञानस्य विषयता न बुद्धिः बुद्धिः सुखं दुःखं तस्मात् अत्र पठितवन्तः न हा हा हा तत्र तस्मात् हा किञ्चित् पुनः पठित्वा अनुवर्तयामः इति बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः पुण्यम् अधर्मः पापं भावनाट्यसंस्कारः एवं नवपदार्थाः आत्मनः विशेषगुणाः ये बुद्धि आदि सर्वे विशेषगुणाः आत्मनः सर्वे विशेषगुणाः नवपदार्थाः विशेषगुणः तद् द्रव्यमात्रवृत्तिः भवति तथा तेजसि उष्णस्पर्शः तेजसि अग्रे एकक्षणं भगिनी किञ्चित् अग्रे पठित्वा आगच्छतु हा हा हा यथा उष्णस्पर्शः तेजसः विशेषगुणः गन्धः पृथिव्याः विशेषगुणः तथा बुद्ध्यादयः नव आत्मनः गुणाः. इदानीं न एकक्षणम्, इदानीं विशेषगुणः इत्युक्ते किम् इति वदतु. एतावत्पर्यन्तं यत् पठितवन्तः तत् वदतु. अत्र अत्र स्पर्शः, उष्णस्पर्शः, तेजसि वर्तते, गन्धः पृथिव्याः वर्तते. तत्तु गन्धः पृथिव्याः विशेषगुणः, उष्णस्पर्शः तेजसः विशेषगुणः. तथा बुद्धि आदि नव आत्मनः गुणाः. इत्युक्ते तत्र एकं पदमस्ति खलु, तद्द्रव्यमात्रवृत्तिः इति. इत्युक्ते किं तत्र विशेषगुणः तद्द्रव्यमात्रवृत्तिः भवति इति? विशेषगुणः एकद्रव्यम् अपि अस्ति, तत् विशेषगुणः. तत्र गन्धः पृथिव्याः तत् तद्विशेषगुणः, तद् द्रव्यम् अपि अस्ति. गन्धः तेजसि नास्ति, हा तत्र द्रव्य अपि इति न एव इति वक्तव्यं खलु. तत्र तद्द्रव्ये एव भवति तत्र. अति उत्तम भगिनि, उत्तमं. तेषु अन्तिमाः त्रयः न मनसा ग्रह्यन्ते, अतः ते अतीन्द्रियाः. तत्तु धर्मः, धर्मः भावना, भावना संस्कारः. धर्मः अधर्मः भावना संस्कारः इति त्रयः अतीन्द्रियाः. तथा अपि एकक्षणम् अतीन्द्रियाः इत्युक्ते किम्? अतीन्द्रियाः मनसि अस्ति. न न न, अतीन्द्रियाः तु अतः ते अतीन्द्रियाः. अतीन्द्रियाः तु धर्मः, तत्तु चक्षुः या चक्षुः या नासिकः या तु मुखे इन्द्रियाः अस्ति न, अतीन्द्रियाः. नासिकां चक्षुः एतत्तु इन्द्रियाणि खलु. अतीन्द्रियाः इत्युक्ते तत्र शृणोतु, तत्र प्रश्नः एकक्षणं प्रश्नः शृणोतु. तत्र प्रश्नः अस्ति, तेषु अन्तिमत्रयः न मनसा गृह्यन्ते, अतः ते अतीन्द्रियाः. इत्युक्ते अन्तिमत्रयः धर्मः अधर्मः भावनाख्यसंस्कारः इति अन्तिमत्रयगुणाः ये सन्ति अत्र, ते अतीन्द्रियाः इति अस्ति. इत्युक्ते किम् इति मम प्रश्नः. मनसि अस्ति. अस्तु, रामप्रिया भगिनी किञ्चित् सहायं कर्तुं शक्नोति वा अत्र? आं भगिनि, तत्तु अतीन्द्रियः इत्युक्ते मनसा ज्ञातुं न शक्यते. हा, अतीन्द्रियाः इत्युक्ते तत्र इन्द्रियाणि ये सन्ति, तत्र यानि सन्ति, इन्द्रियैः ग्रहीतुं न शक्यते इति अतीन्द्रियाः. अनुमानेन न शक्यते. हा, सत्यं सत्यम्, अनुमानेन. हा, तत्र हा, रामप्रिया भगिनी भवत्येव अग्रे पठतु. एवं तथापि तेषु तदापि वक्ष्यमाणप्रकारेण व्यापाररूपत्वेन कल्पिताः, अतः सर्वे आत्मनः विशेषगुणाः भवन्ति. तेषाम् आश्रयः गुणी आत्मा. गुणगुणिनोः समवायः प्रागुक्तः, अतः ज्ञानम् आत्मनि समवायसम्बन्धेन वर्तते. एवं घटः द्रव्यम् इति एकं ज्ञानं स्वीकृतम्. अस्य ज्ञानस्य विषयः घटः. घटे ज्ञानस्य विषयता वर्तते, अतः तद् ज्ञानं विषयतासम्बन्धेन घटे वर्तते. प्रथमं तु व्यापारम् इति विषये तद् पूर्वतनकक्षायाम् अहं दृष्टवन्तः माध्यमरूपेण कारणकारणयोः कार्यकारणयोः मध्ये माध्यमरूपेण व्यापारः इति भवति इति आवश्यकम् इति. अतः सर्वे आत्मनः विशेषगुणाः भवन्ति. सर्वे अपि आत्मनः विशेषगुणः इति भवति. तस्य आश्रयः भवति तेषाम् आश्रयः गुणि आत्मा. आत्मा गुणि अस्ति, तेषाम् आश्रयः आत्मा इति एव. समवायः सम्बन्धः गुणगुणिनोः मध्ये समवायसम्बन्धः भवति इति पूर्वमेव वयं दृष्टवन्तः. अतः ज्ञानम् आत्मनि अतः ज्ञानम् आत्मनि समवायसम्बन्धेन अस्ति. घटः द्रव्यम् इति एकं ज्ञानं स्वीकृतं चेत् अस्य ज्ञानस्य विषयः घटः. ज्ञानम् इति ज्ञानस्य विषयः घटः. तत्तु विषयतासम्बन्धेन घटः विषयतासम्बन्धेन ज्ञाने अस्ति. अतः तद् ज्ञानं विषय तदेव विषयतासम्बन्धेन घटः घटे वर्तते ज्ञानं. पठामि हा एकक्षणं. तत्र व्यापाररूपत्वेन कल्पिताः इति अस्ति खलु, तत् यद्वयं विस्ताररूपेण दृष्टवन्तः तस्मिन् विषये किञ्चित् संक्षिप्तरूपेण उक्त्वा तत्र अग्रे गच्छामः भगिनि. किञ्चित् वदतु. कार्यस्य कारणस्य मध्ये यः माध्यमरूपेण भवति सः व्यापारः. एकस्य फल उत्पत्तनार्थं या उत्पत्ति भवनार्थं कारणम् आवश्यकं. कारणम् एव कार्यं न भवति, मध्ये किमपि भवति तदेव व्यापारः इति अस्ति. तदेव वयं कुटारः घटनिर्माणम् इति उदाहरणं दृष्टवन्तः. घटनिर्माणे दण्डः इति विषयं वयं दृष्टवन्तः. दण्डः एव घटनिर्माणं प्रति कारणम् इति. तत्र चक्रभ्रमणम् इति व्यापारः इति अपि वयं दृष्टवन्तः. चक्रभ्रमणं दण्डजन्यं भवति, दण्डजन्यघट घटजनकः च इति अपि भवति इति वयं दृष्टवन्तः. तत्र एव लक्षणवाक्यं व्यापारस्य तज्जन्यत्वे सति तज्जन्यजनकः इति दृष्टवन्तः. तत्र तस्य प्रतिपादनमेव दण्डेन एव चक्रभ्रमणं जन्यं भवति, घटः तस्य जनकः भवति इति, तस्य फलं घटः तदेव जनकः भवति इति वयं दृष्टवन्तः. हा अतिसुन्दरं भगिनि, बहु अतिसुन्दरं. तत्र इतोपि एकमेव अस्ति, तत्र गुणः कथं, हा तत्र धर्मः अधर्मः भावना के संस्कारः इति, तत्र कथं व्यापाररूपत्वं तस्मिन् भवति इति किञ्चित् वक्तुं शक्नोति वा? अत्र तत्र तत् कथम् आगतम् इत्युक्ते तत्र तस्मिन्नेव सन्दर्भे एतत् सर्वं पठितवन्तः खलु, तर्हि तत्र तद् अग्रिम अन्तिमसोपानं तदस्ति तत्र. ओ ओ संस्कारः त्रिविधः तद् तद्वा? न न तद् न, तत् तत्र अन्तिमसोपानम् अस्ति खलु, यत्र व्यापारः इत्युक्ते किम् इति भवती उक्तवती, तत् सर्वं बहु सम्यक् अस्ति. परन्तु तस्य सन्दर्भः कः, तत्र किमर्थम् एतत् सर्वं पठितवन्तः इति एकं वाक्यं प्रायः स्यात् खलु. तत्र धर्मः अधर्मः भावनाख्यसंस्कारः इति त्रयगुणाः ये सन्ति ते अतीन्द्रियाः, इत्युक्ते वयं प्रत्यक्षं न प्रत्यक्षज्ञानं न प्राप्तुं शक्नुमः. तर्हि धर्मः इति मनसि न उत्पाद्यते खलु तादृशगुणः. तर्हि यथा सुखं भवति तर्हि धर्मः इति मध्ये कश्चन व्यापारः अस्ति इति स्वीकृत्य तस्मात् सुखम् अनुभवामि अथवा तस्मात् दुःखम् अनुभवामि अथवा तस्मात् स्मरणं भवति तत्र, यतोहि ज्ञानमिति क्षणात्मकः, तर्हि अहं घटं पूर्वं दृष्टवती इति ज्ञानम् इदानीं मनसि स्फुरति चेत् तत्र भावनाख्यसंस्कारः इति कश्चन व्यापारः मध्ये अस्ति इति मत्वा तत्र तादृशव्यापारः इति कल्पितवन्तः. व्यापारः इति विषयः कल्प्यते. हा, इदानीम् अग्रे पठतु भगिनि. एवं च एकस्यैव ज्ञानस्य त्रयः सम्बन्धाः आगताः, कालिकः आद्यः, समवायः विषयता च. ज्ञानस्य त्रयः सम्बन्धः अत्र आगतः. किम् इत्युक्ते कालिकसम्बन्धः प्रथमं, समवायसम्बन्धः, विषयतासम्बन्धः च. तत्तत् सम्बन्ध अवच्छिन्न आदेयतानिरूपित अधिकरणताः तिस्रः क्रमेण काले आत्मनि घटे च वर्तन्ते. अत्र तु तत्तत् सम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणताः तिस्रः. प्रथमं तु कालिकसम्बन्धः महाकाले, समवायसम्बन्धः आत्मनि, विषयतासम्बन्धः घटे च वर्तन्ते. अधिकरणता एतत्तु सम्बन्धः अवच्छिन्नः भवति. तर्हि अत्र चित्रम् एव. अपि च चिन्तयतु, अत्र घटः इति विषयः अस्ति चेत् तत्र त्रिविधसम्बन्धः तत्र भवति. इत्युक्ते इदानीं घटः इति अस्ति चेत् तत्र घटः कालिकसम्बन्धेन काले अस्ति. अपि च तत्र ज्ञानम् इत्युक्ते तत्र क्षम्यतां, तत्र घटः अस्ति इति, अयं घटः इति ज्ञानम् अस्ति चेत् तद् ज्ञानं कालिकसम्बन्धेन काले वर्तते. सत्यं, यतोहि तत्र सर्वे पदार्थाः काले, महाकाले अस्ति इति कारणात् तत्र कालिकसम्बन्धेन महाकाले वर्तते. अपि च तत्र ज्ञानमिति गुणः आत्मनः गुणः, तर्हि तत्र आत्मनि तत्र गुणगुणिनोः सम्बन्धः अस्ति, तर्हि आत्मनि तत्र समवायसम्बन्धेन तिष्ठति. तृतीयमस्ति, अयं घटः इति ज्ञानम् अस्ति चेत् तद् ज्ञानं घटे विषयतासम्बन्धेन तिष्ठति. तत्तु वयं पूर्वं तत्र हस्त क्षम्यतां तत्र करदीप दृष्टान्ते दृष्टवन्तः. तत्र दीपस्य त्रिविध ज्योतिः अस्ति, दीपात् आगच्छति, तर्हि तत्र विषयतासम्बन्धः, प्रकारता, तत्सर्वं वयं पूर्वं दृष्टवन्तः खलु. तर्हि तत्र त्रिविधसम्बन्धः अस्ति, त्रिविधसम्बन्धेन त्रिषु अधिकारेषु ज्ञानं तिष्ठति. इदानीं तत्र आदेयः एकः एव, तत्पूर्वं वयं घटविषये पठितवन्तः, सर्वे स्मरन्ति इति चिन्तयामि. तत्र घटः इति एकः एव आदेयता, तत्र महाकाले अस्ति, ज्ञाने अस्ति, भूतले अस्ति, अपि च अवयवेषु कपाले अस्ति इति तत्सर्वं पठितवन्तः. तत्र अवच्छिन्नधर्मः इति, तत्र अवच्छिन्नधर्मः द्वयं भवति, तत्र स्वेन धर्मेण तत्र घटत्वम् इति तत्र नियमयति परन्तु पृथक् न करोति, तत्र सम्बन्धः एव पृथक् करोति. यतोहि तत्र घटत्वम् इति सर्वत्रापि अस्ति इति वयं तदपि दृष्टवन्तः पूर्वं. स्मरन्ति वा? सम्बन्धभेदात् एव अवच्छेदकः भवति इति. सत्यं सत्यं सत्यं. तर्हि तत्र समवायसम्बन्धेन समवायसम्बन्धेन आत्मनि अस्ति, कालिकसम्बन्धेन काले, अपि च तत्र विषयतासम्बन्धे घटे इति तत्र त्रिविध इति अस्ति. तदेव तत्र तत्तत् सम्बन्ध अवच्छिन्न इत्युक्ते तत्र यदा काले अस्ति चेत् कालिकसम्बन्धेन अवच्छिन्न आदेयता तन्तया निरूपिता अधिकरणता कालः, तथैव तत्र समवायसम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आदेयता तथा अस्ति. तर्हि अग्रिमवाक्यं पठतु भगिनि. तासु अधिकरणतासु या द्वितीया अधिकरणता ज्ञानत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आदेयता निरूपित अधिकरणता सा आत्मलक्षणे प्रविष्टा इति सूचनाय ज्ञानवान् आत्मा इति अनुक्त्वा ज्ञानाधिकरणम् आत्मा इति उक्तम्. अत्र एव तासु अधिकरणतासु इत्युक्ते महाकाल आत्मनि घटः इति अधिकरणतासु, द्वितीय अधिकरणता इत्युक्ते आत्मा, तद् एव तत्र दीर्घवाक्यं ज्ञानत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आदेयता निरूपित अधिकरणता स आत्मनि आत्मा आत्मलक्षणे प्रविष्टा इति सूचनं कर्तुमेव ज्ञानवान् आत्मा इति अनुक्त्वा ज्ञानाधिकरणम् आत्मा इति उक्तम् अस्ति. तर्हि इदानीं तत्र प्रश्नस्य उत्तरम् अत्र अस्ति इत्युक्ते तत्र सम्बन्धम् अपि तत्र किञ्चित् सम्यक्तया बोधनार्थमेव तथाविध वाक्यमस्ति अत्र ज्ञानवान् इति. ज्ञानवान् इत्युक्ते तत्र ज्ञानम् अत्र अस्ति इति तत्र अधिकरणं बहवः बहूनि भवितुं अर्हन्ति इति मत्वा तत्र ज्ञानाधिकरणम् इति वदामः चेत् इतोपि किञ्चित् समवायसम्बन्धविषये किञ्चित् स्पष्टता जायेत इति मत्वा तथा उक्तम् इति अस्ति अत्र. अस्तु, उत्तमं. तर्हि इदानीं रामकार्तिक् महोदय, भवान् भगिनि ज्ञानवान् तु सर्वे क्रमेण काले आत्मनि सर्वे घटे सर्वे अस्ति. ज्ञानं तु तत्र इदानीं यथा वयं दृष्टवन्तः ज्ञानं तत्र त्रिषु स्थलेषु अपि अस्ति. तर्हि तदर्थं इदानीं ज्ञानाधिकरणम् इति वदामः चेत् इतोपि किञ्चित् स्पष्टता जायेत इति. सम्बन्धानां वृत्तिनियामकत्वं वृत्ति नियामकत्व अभावः च अत्र तृतीय अधिकरणता वर्णनाय विषयतासम्बन्धेन ज्ञानं घटे वर्तते इत्युक्तं. विषयेऽस्मिन् किञ्चित् विचार्यते. घटः भूतले संयोगेन वर्तते इति अस्ति प्रत्ययः. एतादृशप्रत्ययबलात् आधार आदेयभावः सिद्ध्यति इति ग्रन्थादौ उपपादितं. तत्र घटः भारं निदधाति, भूतलं भारं वहति इति अपि उक्तं. भारवहन आलोचना अधिकरणता तादृशभारनिधान आलोचना आदेयता इत्यपि प्रागुक्तम्. वयं पूर्वं पठितवन्तः ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति. तदनन्तरं अपि दृष्टवन्तः घटे घटः भूतले तत्र घटभूतलयोः संयोगसम्बन्धः अस्ति इति अपि दृष्टवन्तः. तत्र ते संयोगसम्बन्धेन तिष्ठन्ति, तौ संयोगसम्बन्धेन तिष्ठतः इति प्रत्ययबलात् इत्युक्ते तत्र जानीमः इति चिन्तयित्वा तत्र तेषाम् आधार आदेयभावः अपि अस्ति इति तत्र ग्रन्थस्य तत्र ग्रन्थाग्रे उक्तवन्तः. तत्र अस्माकं मनसि यदि घटः भूतले अस्ति इति वदामश्चेत् अस्माकं मनसि तत्र घटः भारं ददाति, भूतलं भारं वहति इति अपि अवगच्छामः. तत्र अतः तत्र तत्र आलोचनद्वयम् अस्ति, भारवहन आलोचना तद् भवति अधिकरणता, एवं भार दान आलोचना तद् आधेयता इति अपि पूर्वम् उक्तम्. उत्तमं. तर्हि महोदय भवान् अग्रे पठति वा? आं भगिनि. परन्तु एतादृशोपपादनं बालबोधायैव उपयुज्यते, यतोहि घटे रूपं समवायसम्बन्धेन वर्तते इत्यपि अस्ति प्रत्ययः. तेनापि आधाराधेयभावः सिद्ध्यति. परन्तु रूपं गुणः इति न तत् भारनिधानक्षमम्. भारः गुरुत्वमिति उच्यते, तच्च गुरुत्वं गुण इति न रूपे गुणभूते भवति. कथं तर्हि रूपादि भारनिधानक्षमं भवेत्? कथं वा घटः रूपभारं वहेत्? अतः भारनिधानं भारवहनमित्येतत् सर्वं बालबोधनायैव ग्रन्थादौ लिखितम्. पूर्वोक्त उदाहरणम् अत्र घटः भूतले संयोगेन वर्तते इति, तत्र आधाराधेयभावः अतः अधिकरणता अधेयता इति वयं पूर्वं दृष्टवन्तः. तद् सरलरीत्या बालबोधनायैव उपयुज्यते इति अस्ति. इतोपि अधिक अत्र रूपं समवायसम्बन्धेन वर्तते इति अपि अस्ति घटे. अत्र अत्रापि आधार आधेयभावः अस्ति, परन्तु अत्र रूपं गुणः इति वयं जानीमः. तत् भारनिधानक्षममिति तस्य अर्थः कः भगिनि? भारनिधानक्षमम् इति तत्र पूर्वं भारं निदधाति इति अस्ति. हा, तत्र निधानक्षमम् इत्युक्ते तत्र क्षमम् इत्युक्ते क्षमता खलु, इत्युक्ते तत्र तथाविध तत्र भारम् इत्युक्ते रूपम् इत्युक्ते गुणः अस्ति खलु, रूपे तत्र गुरुत्वं नास्ति. भारः इति कश्चन भारः इति वदामः चेत् तत्र गुरुत्वं भवेत् खलु, तर्हि तदर्थम् तदा एव तत्र दानं ऐ मीन् भारस्य दानं दातुं शक्नोति. तत्र गुरुत्वम् इत्युक्ते यदा वयं गुरुत्वम् इत्युक्ते जानन्ति खलु भवान्? तर्हि तत्र न गुरुत्वम् इत्युक्ते तत्र भारः, न आङ्ग्लं मास्तु भगिनि, गुरुत्वम् इत्युक्ते भारः एव. भारः इत्युक्ते तत्र यदा तत्र आपणं गत्वा भवती तत्र किमपि शाका आनयति चेत् तस्य भारम् अस्ति खलु, तत्र भारं भारस्य आधारेण एव तस्य मूल्यानि कानि इति वयं वक्तुं शक्नुमः. तदेव अस्ति भारः इति. अवगच्छति वा? आम् आं भगिनि. तत्र फलानि अथवा शाकानि वयं क्रीणामः चेत् तत्र भारं उपयोगं कुर्मः अत्र, तदस्ति भारः इति. तर्हि रूपमिति कश्चन गुणः अस्ति चेत् गुणस्य भारं नास्ति खलु, तर्हि कथं वा वयं वक्तुं शक्नुमः तद् भारम् आदेयः अस्ति चेत्, रूपमिति आदेयः अस्ति चेत् तद् भारं ददाति, अपि च अन्यत् यद् अधिकरणम् अस्ति तत् तस्य भारं स्वीकरोति इति तथाविध प्रसङ्गः एव न भवति, यतोहि तस्मिन् भारं नास्ति. तर्हि तत्र केवलं तत्र भारनिदानम् अथवा भारस्वीकरणम् इति यद् वयं पूर्वम् उक्तवन्तः, तत् केवलं बालानां कृते एव तत्र तेषाम् अवगमनार्थं, परन्तु वस्तुस्थितिः तथा नास्ति इति एव तत्र अंशः. भगिनि एकवारं हा इत्युक्ते तत्र रूपस्य वस्तुतया तत्र रूपस्य भारम् इति किमपि नास्ति तत्र. तर्हि तत्र भारं वहति, ऐ मीन् भारं ददाति इति वदामः चेत् तत्र वस्तुस्थितिः तथा नास्ति खलु, तस्य भारं नास्ति इति कृत्वा भारं दातुं न शक्नोति रूपः, रूपमिति गुणः. तर्हि तत्र केवलम् अवगमनार्थं तथा किञ्चित् दृष्टान्तरूपेण तथा उक्तं, परन्तु वस्तुस्थितिः तथा नास्ति, यतोहि रूपस्य भारमेव नास्ति इति एव विषयः. अस्तु, तर्हि हा भवान् एव अग्रे पठतु महोदय. वस्तुतः इदम् अत्र वर्तते इति अस्मदीया प्रामाणिकप्रतीतिः एव आधार आधेयभावं साधयति, न तु तत्र भारादि विचारः अपेक्षितः. यदा भगिनी अत्र पूर्वम् उक्तवती अत्र वर्तते इति वयं वदामः, तत्र आधार अधेयभावं तादृशं वदामः चेत् तद् साधयति, परन्तु तत्र भारस्य अथवा गुरुत्वस्य विषयः नास्ति इति. एवं च भूतले घटः वर्तते इति प्रत्ययेन यथा घटभूतलयोः आधेय आधारभावः सिद्ध्यति, तद्वत् घटे रूपं वर्तते, वायो स्पर्शः वर्तते, आत्मनि ज्ञानादयः वर्तन्ते, पटे द्रव्यत्वं वर्तते, द्रव्यगुणकर्मसु सत्ताजातिः वर्तते, कपालयोः घटः वर्तते, तन्तुषु पटः वर्तते, सर्पे क्रिया वर्तते, कन्दुके उत्पतनं वर्तते, परमाण्वाकाशादौ विषयः वर्तते इत्यादिभिः प्रतीतिभिः समवायसम्बन्धस्य यानि पञ्चयुगलानि गुणगुणिनोः गुणिगुणिनौ अवयव्यौ जातिव्यक्तिक्रियाक्रियवन्तौ विशेषनित्यद्रव्ये इत्येतेषु प्रथमस्य आधेयत्वं द्वितीयस्य अधिकरणत्वं च सिद्ध्यति. दीर्घं वाक्यमस्ति. हा हा महोदय, किञ्चित् पश्यामः तत्र प्रथमभागं पठतु. एवं च भूतले घटः वर्तते इति प्रत्ययेन यथा घटभूतलयोः आधेय आधारभावः सिद्ध्यति. वयं पूर्वं दृष्टवन्तः तत्र भूतले घटः वर्तते इति, तत्र आधार आधेयभावः इति वयं पठितवन्तः. तत्र तादृशं घटे रूपं वर्तते, तत्रापि आधार आधेयभावः इति, वायोस्पर्शः वर्तते. अन्य उदाहरणानि अस्ति, आत्मनि ज्ञानादयः, पटे द्रव्यत्वं, तादृश बहूनि उदाहरणानि तत्र सन्ति. तत्रापि आधाराधेयभावः अथवा समवायसम्बन्धः सम्बन्धस्य गुणगुणिनोः सम्बन्धः, अवयविनोः सम्बन्धः, जाति व्यक्ति क्रिया क्रियावन्तौ तादृश अधिकरणं तत्र आधेयत्वं च अनन्तरम् अधिकरणत्वं सिद्ध्यति इति. अतः आधार आधेयभावः वयं दृष्टवन्तः, तादृश अन्य सम्बन्धाः अपि अस्ति अत्रापि सन्ति, अत्रापि आधेयत्वं च अधिकरणत्वं सिद्ध्यति इति. अत्र भगिनि सत्ता जातिः तत्तु किमर्थं सत्ता जातिः द्रव्यगुणकर्मसु सत्ता जातिः. सत्ता जातिः इति पदार्थः द्रव्यगुणकर्मसु वर्तते इति वयं पूर्वं दृष्टवन्तः खलु, तत्र आरम्भे, तत्र प्रथमभागे. अग्रे इतोपि विस्ताररूपेण पठामः, पठिष्यामः, परन्तु आरम्भे वयं दृष्टवन्तः सत्ता जातिः इति तत्र द्रव्यः सद्गुणः सन् क्रिया सत् इति वयं तत्र अत्र लिखति सत्ता जातिः. हां, तत्र प्रश्नः कः? सत्ता जाति अर्थं किं सत्ता जाति? तदेव अहम् इदानीं वदामि भगिनी. तत्र जातिः इति कश्चन पदार्थः वयम् आरम्भे तत्र दृष्टवन्तः, तत्र सत्ता इति तत्र गुणः द्रव्ये गुणे कर्मणि सत् अस्ति इत्युक्ते, तत्र सत्ता इत्युक्ते अस्ति इति तस्य भावः इति वयं पूर्वं दृष्टवन्तः. तत्र कश्चन धर्मः अस्ति यद्वयम् अग्रे इतोपि किञ्चित् विस्ताररूपेण पठिष्यामः, परन्तु आरम्भे वयं किञ्चित् तत्र तस्य संज्ञा ज्ञातवन्तः. तत्र तत्र दशमपुटे, एकादशपुटे, एकादशतमे पुटे अस्ति किञ्चित् तत्र पठतु. तर्हि तत्र यथा भूतले घटः वर्तते इति वदामः चेत्, तत्र भूतलम् इति अधिकरणं, घटः इति आदेयः इति यथा वयं वदामः, तत्र तु वस्तुतया तत्र घटस्य भारः अस्ति, तद् भारं ददाति, भूतलं भारं स्वीकरोति इति वयम् अवगन्तुं शक्नुमः. तत्र यथा अस्ति आदेयः अधिकरणम् इति, तथैव अन्यत्र अपि भवति. तत्र यथा घटे रूपम् अस्ति अथवा वायौ स्पर्शः अस्ति इति वदामः चेत्, तत्रापि तथाविध आदेय अधिकरणप्रतीतिः भवति इति. इत्युक्ते तत्र यतोहि वस्तुतया तत्र भारस्य विषयः नास्ति चेत् अपि अत्र तथाविधप्रतीतिः, तत्र इदम् अत्र वर्तते इति प्रतीति एव तद् विषयं सूचयति. इत्युक्ते इदम् अत्र वर्तते इति वदामः चेत् तत्र इदम् इति यत् पदं सूचयति तदस्ति आदेयः, अत्र इति यत् सूचयति तदस्ति अधिकरणम् इति वयं ज्ञातुं शक्नुमः इति एव अस्ति अत्र विषयः. तत्र प्रामाणिकप्रतीतिः इति किमर्थम् उक्तम् इत्युक्ते, तत्र सर्वदा प्रत्यक्षेन वयं तथा वक्तुं न शक्नुमः खलु. तर्हि तत्र यथा आरम्भे एव वयं दृष्टवन्तः, तत्र कालस्य विषये अपि किञ्चित् अनुमानम् आवश्यकम्, आकाशस्य विषये अपि तथा अस्ति इति वयं किञ्चित् आरम्भे दृष्टवन्तः. तथा तत्र सर्वत्र प्रत्यक्षरूपेण तथाविध प्रतीतिः, प्रतीतिः इत्युक्ते ज्ञानमेव, ज्ञानं, भानं, बुद्धिः इति यत्किमपि सर्वं पर्यायपदं पदानि सन्ति. तर्हि तत्र तथाविध प्रतीतिः तत्र सर्वदा प्रत्यक्षेन न भवति, यदा कदापि अनुमानेनैव भवति. तर्हि तथाविध ज्ञानं यदा भवति, तत्र इदम् अत्र वर्तते इति इत्युक्ते तत्र घटः इदानीं घटः इत्युक्ते घटः काले अस्ति इति वयं वदामः चेत्, तत्र तत्रापि घटः इति आदेयः, कालः इति अधिकरणम् इति वयं ज्ञातुं शक्नुमः इत्येव अस्ति अत्र विषयः. अस्तु. भगिनी एकः प्रश्नः, वदतु भगिनि. पटे द्रव्यत्वं वर्तते इति अपि अस्ति किल, पटः इति द्रव्यं वा तत् अत्र? पटः इति सर्वदा द्रव्यमेव खलु भगिनि, यदा द्रव्ये द्रव्यत्वं समवायसम्बन्धेन. सत्यं, तत् जातिव्यक्तिसम्बन्धः खलु द्रव्ये द्रव्यत्वम् इति, समवायसम्बन्धे समवायसम्बन्धः. सत्यं, तत्सर्वम् अत्र समवायसम्बन्धः एव. अत्र घटे रूपं, वायौ स्पर्शः, आत्मनि ज्ञानं, तत्सर्वं गुणगुणिनोः सम्बन्धः. पटे द्रव्यत्वम् इति जातिव्यक्ति, द्रव्यकर्म गुणसु सत्ता जातिः, तदपि जातिव्यक्तिः. कपालयोः घटः वर्तते, तन्तुषोः पट वर्तते इति तत्र अवयव अवयवौ अवयव अवयविनो अवयव अवयवौ सम्बन्धः. तत्र सर्पे क्रिया वर्तते, कन्दुके उत्पादनं, तत्सर्वं क्रियावन्तौ. परमाणवाकाशादौ तत्र विशेषः इति विशेषनित्यद्रव्ये. अस्तु, तर्हि भगिनी भवती एव अग्रे पठतु. एवं भूतले घटः घटो नास्ति, वायौ रूपं नास्ति, परमाणौ महत्त्वं नास्ति, रूपे गुरुत्वं नास्ति इत्यादि प्रत्ययैः तत्तद् अभावस्य दैशिकविशेषणतासम्बन्धेन आधेयत्वं भूतलवायुवादीनां वायुवादीनाम् अधिकरणत्वं च सिद्धं भवति. एवमेव विषयत्वं, कार्यत्वं, कारणत्वम् इत्यादयः ये विषयाः एतत् शास्त्रचर्चिताः तेषामपि घटे विषयत्वं वर्तते इत्यादि ज्ञानैः दैशिकविशेषणतासम्बन्धेन स्वरूप अपरपर्यायेण आधार आदेयभावः सिद्धिः. अतः विषयत्वादीनाम् आदेयत्वं घटादीनाम् अधिकरणत्वं ज्ञातव्यम्. एवमेव अभावः विषये अत्र भूतले घटः नास्ति वा वायोः रूपं नास्ति, परमाणौ महत्त्वं नास्ति, रूपे गुरुत्वं नास्ति इति ज्ञानमस्ति चेत् तद् अभावस्य दैशिकविशेषणतासम्बन्धेन इत्युक्ते स्वरूपसम्बन्धेन आदेयत्वं भूतल वायौ आदीनाम् इत्युक्ते भूतलः, वायौ, परमाणुः, रूपे इत्यादीनाम् अधिकरणत्वं च सिद्धं भवति. इत्युक्ते यत्र पूर्वं वयं पूर्वस्मिन् परिच्छेदे पश्यामः चेत् इदम् अत्र वर्तते इति वाक्येन ये उदाहरणानि यानि उदाहरणानि सन्ति तत्सर्वं वयं पश्यामः चेत् तत्र समवायसम्बन्धेन अस्ति. तर्हि यदा यत्र संयोगसम्बन्धेन अस्ति तत्र घटः भूतले वर्तते इत्यादि प्रतीतिः, तत्र तु द्रव्यस्य साधारणतया तत्र भारमस्ति इति कारणात् तत्र भारनिदानक्षमता इत्येव अर्थं स्वीकृत्य वयं वक्तुं शक्नुमः तत्र आधार आदेयभावः कथं भवति इति. परन्तु यदा वयं समवायसम्बन्धविषये चिन्तां कुर्मः तत्र किं भवति, तत्र रूपं, क्रिया इत्यादि पदार्थाः आगच्छन्ति, तर्हि तेषां भारः इति विषयः नास्ति. तर्हि तत्र इदम् अत्र वर्तते इति प्रतीति एव तत्र तस्य तत् ज्ञानं प्रकटीकरोति. तत्र इदम् अत्र वर्तते इति वदामः चेत् तत्र अत्र इति अधिकरणं भवति, इदम् इति आदेयः भवति इति तदेव तत्र सूचयति. परन्तु इदानीम् अभावस्थले आगच्छामः चेत् अभावस्थले तत्र दैशिक विशेषतासम्बन्धः इति, यः सम्बन्धः अस्ति तत्र समवायसंयोगकालिकसम्बन्धः नास्ति चेत् तत्र साधारणतया दैशिक विशेषसम्बन्धः इति वदामः. इत्युक्ते तत्र यथा भगिनी उक्तं तत्र स्वरूपसम्बन्धः इति, तत्र स्वरूपसम्बन्धविषयः आगच्छामः चेत् तत्र वर्तते इति विषयः नास्ति खलु, तत्र अभावविषयः आगच्छति. तत्र भूतले घटः नास्ति अथवा भूतले घटाभावः अस्ति अथवा वायौ रूपं नास्ति इत्युक्ते वायौ रूपाभावः अस्ति इति तथाविध प्रत्ययः आगच्छति इदानीं. तत्र किञ्चित् वर्तते इति विषयः न, परन्तु नास्ति इति विषयः. तत्रापि परन्तु यत् तथैव भवति इत्युक्ते तत्रापि अभावस्य स्थले अपि अभावस्य सूचना तत्र आधार आदेयभावं भावं स्वीकृत्य एव कुर्मः इति. इदानीं पुनः तत्र कण्ठशः पठित्वा वदतु भगिनि. आम्, एवम् एव विषयत्वं कार्यत्वं कारणत्वम् इत्यादयः ये विषयाः एतत् शास्त्रचर्चिताः तेषामपि घटे विषयत्वं वर्तते इत्यादि ज्ञानैः दैशिकविशेषणतासम्बन्धेन स्वरूप अपरपर्यायेण आधार आदेयभावसिद्धिः. तत्र इदानीं वयं दृष्टवन्तः एवमेव विषयत्वं कार्यत्वं कारणत्वं ये विषयाः घटे तेषामपि घटे विषयत्वं वर्तते इति ज्ञानैः स्वरूपसम्बन्धः पर्याय पदम् दैशिकविशेषण सम्बन्धेन पर्यायपदमस्ति स्वरूपसम्बन्धः. अत्रापि आधार आदेयभावः सिद्धिः भवति इति उक्तम्. अतः विषयत्वादीनाम् आदेयत्वं विषयत्वं आदेयत्वं घटादीनाम् अधिकरणत्वम् इति वयं दृष्टवन्तः अत्र. हा, इत्युक्ते अत्र यत्र तत्र विषयत्वं कार्यत्वम् इत्यादिविषयः आगच्छति तत्रापि तत्र तथाविध प्रतीति उपयुज्य एव वयं चर्चां कुर्मः इति. इत्युक्ते तत्रापि तत्र तथाविध आधार आदेयभावः इति विषयः आगच्छति इति. तत्र प्रश्नः अस्ति वा? अस्ति भगिनि. इत्युक्ते इदानीं वयं संयोगसम्बन्धं स्वीकृत्य तत्र आरम्भं कृत्वा यदा वयम् आरम्भे तत्र देवदत्तः आसन्ने उपविशति इति अस्माकं प्रथमम् उदाहरणम् आसीत्. तत्र वयं यदा वयं पठितवन्तः तत्र भारवहन चिन्ता उपयुज्य एव तत्र वयं एतत् सर्वम् अवगतवन्तः आरम्भे. यदा वयम् आरम्भस्तरे स्मः तत्र तादृशदृष्टान्तं दत्वा लेखकेन अस्माकं तत्र किञ्चित् अस्माकम् अवगम्यते तथा. परन्तु इदानीं किम् अस्ति इत्युक्ते इदानीं किञ्चित् इतोपि अग्रे गन्तुं शक्नुमः खलु. तर्हि तत्र भिन्नभिन्नसम्बन्धाः वयं दृष्टवन्तः. तर्हि तत्र तेषु सम्बन्धेषु तत्र तथाविधभारविषयः नास्ति इति कृत्वा वयं कथं तथा इदानीं तत्र सर्वत्र आधार आदेयः इति वक्तुं शक्नुमः इति अस्माकं प्रश्नः तु प्रायः सार्वजनिकः एव. तर्हि तदर्थमेव तत्र कथं तस्यापि आधारादेयभावः आगच्छन्ति इति अत्र इदानीम् अस्माकं चिन्तनं प्रवर्तमानमस्ति. अस्तु, तर्हि अग्रे पठामः. तर्हि रामकार्तिक् महोदय भवान् पठति वा? आम्, एवं दर्शितरीत्या कालोपादीनां गृहादिरूपजन्यानाम् अपि इदानीं घटः वर्तते तदानीं घटः आसीत् इत्यादि प्रत्ययैः कालिकसम्बन्धेन अधिकरणत्वम् इतरेषां च तेन सम्बन्धेन आदेयत्वं बोध्यम्। परमार्थस्तु संयोगेन समवायेन स्वरूप अपरपर्यायदैशिकविशेषणतया कालिकेन यौ पदार्थौ परस्परसम्बद्धौ प्रतीयेते तत्र इह इति प्रत्ययविषयः भूतलादि अधिकरणं भवति, अयम् इति प्रत्ययविषयः घटादिः आदेयत्ववान् भवति इति सिद्धम्। क्षम्यतामेक निमिषम्। एते च सम्बन्धाः आधार आधेयभावं साधयन्ति इति वृत्तिनियामकाः इत्युच्यन्ते। वृत्तिः आदेयता, तन्नियामकाः तद् अवच्छेदकाः इत्यर्थः। अत्र पुनः प्रत्येकं वाक्यं पठित्वा कण्ठशब्दः एवं दर्शनरीत्या कालोपाधि दर्शितरीत्या कालोपाधीनां गृहादि रूपजन्यानाम् अपि इदानीं घटः वर्तते, तदानीं घटः आसीत् इत्यादि प्रत्ययैः कालिकसम्बन्धेन अधिकरणत्वम् इतरेषां च तेन सम्बन्धेन आदेयत्वं बोध्यम्। तत्र कालोपाधीनां तत्र पूर्वं दृष्टवन्तः, तत्र गृहादि तत्र रूपजन्यानाम् इति क्षम्यतां, तत्र पूर्वं वयं दृष्टवन्तः तत्र शिवालयः तत्र पद्मालयस्य पूर्वं निर्मितम् आसीत् एवं दृष्टवन्तः। तत्र इदानीं वयं वदामः तत्र काले अधिकरणता अस्ति, तत्र काले कालिकसम्बन्धेन तत्र तत्र कश्चन विषयः वर्तते, यत्र घटः अस्ति नो चेत् घटः आसीत् इति वक्तुं शक्नुमः। तत्र कालः इति अस्तु, अत्र विषयद्वयमस्ति खलु वस्तुतया, तत्र कालः इति सर्वाधारः इति काले सर्वम् अस्ति इति एकः विषयः, परन्तु अत्र उपाधिविषयः अस्ति कालोपाधीनाम् इत्युक्ते गृहादिरूपजन्यानाम् इत्युक्ते गृहादिनाम इत्युक्ते गृहम् अथवा यत्किमपि जन्यं भवति तस्य उपाधिः इति वदामः खलु, तर्हि तत्र यस्य जन्यं भवति तस्य नाशः अपि भवति इति कृत्वा तस्य उपाधिः इति वदामः। तर्हि उपाधिः अस्ति चेत् तत्र अस्तु, रामप्रिया भगिनी किञ्चित् स्मारयति वा अस्माकं तत्र कथं तत्र आधाराधिकरणभावः भवति इति? इदानीं घटः इति अस्ति चेत् तत्र तु अधिकरणत्वावगाहि इति विषये वयं पठितवन्तः, तद्विषये वा भगिनि? पुनः वदतु भगिनि, अधिकरणत्वावगाहि इति पठितवन्तः किल? हा, अधिकरणत्व अवगाहि इति पठितवन्तः सत्यं, परन्तु तत्र उपाधिविषये तत्र तत्र समानक्रिया इति किमपि पठितवन्तः समानकाले द्वौ उपाधिः क्रिया जन्यं भवति इति चेत् तस्मिन् विषये हा जन्यम् इति न वस्तुतया अत्र तत्र समानकाले तत्र समानकाले इत्युक्ते तत्र क्रिया एव तत्र कालस्य मापनं कर्तुं क्रिया उपयोगं कुर्मः खलु, तर्हि अत्र क्रिया यदा भवति तत्र समानकाले एका क्रिया जायते चेत् द्वौ पदार्थौ मध्ये तर्हि तेषाम् अपि च तत्र तथाविधपदार्थौ तस्य जन्यमपि भवति इत्युक्ते जन्यं भवति चेत् नाशः अपि भवति इति कृत्वा ते भवन्ति उपादयः भवन्ति तर्हि उपाधिः अस्ति चेत् तौ द्वौ पदार्थौ तथा जन्यं भवति अपि च तेषां मध्ये समानक्रिया जायते चेत् तत्र आधार आदेयभावः भवितुम् अर्हति परस्पर आधार आदेयभावः भवति इत्युक्ते तत्र इत्युक्ते चिन्तयतु तत्र भवती अपि इदानीम् अस्ति रामप्रिया भगिनी भवती अपि अस्ति अपि च सुनील महोदय अपि अस्ति इति कारणात् तत्र भवन्तौ तत्र समानकालीनौ खलु इत्युक्ते भवती सुनील महोदये अस्ति अपि च सुनील महोदयः भवत्याम् इति कालिकसम्बन्धेन इति वयं वक्तुं शक्नुमः तदेव अस्ति अत्र तत्र इत्युक्ते गृहम् इति यत्किमपि तत्र इदानीम् अस्माकं तत्र दृष्टान्ते भवति इति स्वीकृतं परन्तु गृहं वा भवतु आलयः वा भवतु यत्किमपि भवतु तत्र तथाविधभावः भवति इति कृत्वा तत्र यदा कालिकसम्बन्धेन तथाविध अधिकरणत्वं स्वीक्रियते तत्रापि तत्र कालिकसम्बन्धः इति वदामः चेत् तत्रापि तथैव भवति इत्युक्ते इदानीं घटः इति वदामः चेत् तत्र विषयः कः घटः काले अस्ति इत्येव विषयः इत्युक्ते तत्र घटः इति आदेयः कालः इति अधिकरणं तत्र कालिकसम्बन्धेन तिष्ठति चेदपि तत्रापि तथाविध अधिकरण आदेयभावः अस्ति इति विषयः गच्छन्ति वा आं भगिनि हा अस्तु भगिनि भवती एकवारं तद्वदतु तर्हि अथवा एकक्षणं सुनील महोदय भवान् वक्तुं शक्नोति वा तत्र प्रथमवाक्यस्य प्रथमवाक्ये किम् अस्ति इति यदिदानीं वयं चर्चितवन्तः एवं दर्शितरीत्या इति तत्रैव भगिनि हा हा हा तत् प्रथमवाक्यम् एकवारं स्थित्वा पुनः वदतु आम् एवं दर्शितरीत्या कालोपाधीनां गृहादिरूपजन्यानामपि इदानीं घटः वर्तते तदानीं घटः आसीत् इत्यादि प्रत्ययैः कालिकसम्बन्धेन अधिकरणत्वम् इतरेषां च तेन सम्बन्धेन आधेयत्वं बोध्यम् अत्र यदा वयं दृष्टवन्तः अत्र कालिकसम्बन्धेन घटः अस्ति इति वदामश्चेत् तत्र उपाधिविषये अपि वयं स्वीकरणीयं यदा अत्र कालिकसम्बन्धेन समकालिकसम्बन्धेन वर्तते इति एकः विषयः इत्युक्ते जन्यानां विषये अत्र वस्तुद्वयमस्ति अत्र समकालीनः इति वदामः तत्र एकस्मिन् समये अथवा एका क्रिया अस्ति अत्र सूर्यस्य क्रमणस्य क्रिया अस्ति तद् एकस्मिन् समये वस्तुद्वयं स्वीकृतः अतः एते समकालिकाः इति वदामः तत्रापि अधिकरणत्वम् अस्ति आधेयत्वमपि अस्ति ते कालिकसम्बन्धेन वर्तन्ते इति सत्यं तर्हि यदा उपाधिः अस्ति तत्रापि कालिकसम्बन्धेन काले अपि कालिकसम्बन्धेन इत्युक्ते यत्र यत्र कालिकसम्बन्ध विषयः अस्ति तत्रापि अधिकरणत्वं तत्र यथा काले भवति अथवा उपाधीनां भवति उपाधिषु भवति अथवा तत्र क्षम्यताम् अधिकरणं तत्र भवति, आदेयः तत्र यः विषयः अस्ति तस्मिन् आदेयत्वं भवति इति. अस्तु तर्हि अग्रिमवाक्यं भवानेव पठित्वा वदति वा किञ्चित्. परमार्थः तु संयोगेन समवायेन स्वरूप परं स्वरूप अपर पर्यायदर्श पर्यायदैशिकविशेषण विशेषणतया कालिकेन यौ पदार्थौ परस्परसम्बन्धौ प्रतीयते तत्र इह इति प्रत्ययविषयः भूतलादि अधिकरणं भवति, अयमिति प्रत्ययविषयः घटादिः आदेयत्वात् आदेयत्वात् भवति इति सिद्धम्. आदेयत्ववान् भवति इति आदेयत्ववान् भवति इति सिद्धम्. अत्रापि अत्रापि तत्र भिन्न सम्बन्धविषये इति अस्ति. अत्र वयं जानीमः संयोगसमवायस्वरूप अन्य सम्बन्धाः सन्ति इति. तत्रापि पदार्थाः परस्परसम्बन्धैः प्रतीयते इति तत्र विषयः अस्ति. तत्र भूतलम् इति अधिकरणं भवति, तत्र घटः तादृश वस्तुः आधेयत्वान् भवति इति वयं दृष्टवन्तः इदानीं. बहु सम्यक् इत्युक्ते यत्र तत्र निष्कर्षः एवम् अस्ति इत्युक्ते वयम् इदानीं भिन्नभिन्नसम्बन्धैः उपयुज्य वस्तुनः सन्ति चेदपि तत्र कीदृशभावः भवति इति वयम् इदानीं दृष्टवन्तः खलु. तर्हि तत्र निष्कर्षः एवम् अस्ति यत्र संयोगसम्बन्धः वा भवतु समवायसम्बन्धः वा भवतु स्वरूप अपरपर्यायदेश दैशिकविशेषणतया इत्युक्ते स्वरूपसम्बन्धः अपरपर्यायशब्दः अस्ति दैशिकविशेष विशेषणसम्बन्धः इति तेन सम्बन्धेन वा भवतु अथवा कालिकेन वा भवतु यत् यः यः कोऽपि सम्बन्धः भवतु अत्र येन सम्बन्धेन तत्र द्वौ पदार्थौ स्तः इति मुख्यवार्ता नास्ति. परन्तु यः कमपि सम्बन्धः भवतु परन्तु अत्र द्वौ पदार्थौ परस्परसम्बन्धेन भवति चेत् परस्परसम्बन्धेन तिष्ठति इति ज्ञानं यत्र अस्ति अत्र वार्ता केवलम् अस्ति इह अयम् अस्ति इति. इह इत्युक्ते यद्वयं पूर्वं दृष्टवन्तः खलु तदेव वाक्यस्य भिन्नरीत्या इदम् अत्र वर्तते इति वाक्यस्य एव तत्र अन्य अन्यविधः अस्ति एतत्. इह अयम् इति अस्ति चेत् इह इति यत् सूचयति तदस्ति तत्र अधिकरणम्. अयम् इति पदेन यस्य सूचनं भवति तदस्ति आदेयः अथवा आदेयत्ववान् इत्युक्ते तत्र तल् प्रत्ययः उपयुज्य पुनः मतु प्रत्ययः उपयोगं कुर्मः चेत् तत्र उपरि गत्वा गन्धवत्वमिव खलु उपरि गत्वा अधोभागः इति तत्र आदेयत्ववान् इत्युक्ते आदेयः एव. तर्हि तत्र घटः आदेयः भूतलम् अधिकरणं तथैव तत्र कालः आदेयः घटः अधिकरणं तथा तथैव तत्र गुणः आदेयः गुणीयः अस्ति तद् अधिकरणम् इत्यादि प्रतीतिः भवति इति. इत्युक्ते तत्र सम्बन्धः तत्र अधिकरण आदेयविषये तत्र सम्बन्धः मुख्यवार्ता नास्ति परन्तु तस्य द्वौ पदार्थौ परस्परसम्बन्धेन तिष्ठतः चेत् तत्र तथाविध आधार आदेयभावः अस्ति एव इति विषयः. अत्र इहा अनन्तरम् अयम् इति इत्र स्थूलाक्षरैः सह इत्युक्ते अग्रे तादृशमेव वक्तव्यं वा अथवा केवलम् इदानीम् अवगमनार्थं वदामः वा इहा इति अयम् इति? हा, अत्र यत्र साधारणतया तत्र अस्तु, प्रथमपुटं पश्यतु. तत्र ग्रन्थादौ इति एकः भागः अस्ति, आदौ प्रथमपुटे पश्यन्ति वा सर्वे? इत्युक्ते पुस्तकस्य प्रथमपुटे वा? हा हा हा, एतत् पुस्तकस्य मुद्रणम् एवं लेखनं च अधिकृत्य किञ्चित् वक्तव्यवाच्यम् इति अस्ति. पश्यन्ति वा ग्रन्थादौ इति? तत् तदेव अस्ति प्रथमपुटः. तत्र चित्रं सर्वम् अस्ति खलु, तदनन्तरम् अस्ति. हा अस्तु, रामप्रिया भगिनी प्राप्तं वा? प्राप्तं ग्रन्थादौ. तत्र प्रथमबिन्दुद्वयं पठतु भगिनि. एतत् पुस्तकस्य मुद्रणम् एवं लेखनं च अधिकृत्य किञ्चित् वाच्यम्. प्रथमं बोल्ड् इटालिक् पद्धत्या तर्कसङ्ग्रहपङ्क्तिः मुद्रिता अस्ति. व्याख्यायां तर्कसङ्ग्रहस्य उल्लेखः सङ्ग्रहः मूलं मूलाकारः इति पदैः कृतः. द्वितीयमस्ति व्याख्याने विशेषसंज्ञाः बोधव्यो वा विशेषभागः बोल्ड् कृतः अस्ति. इत्युक्ते किम्? अत्र बोल्ड् किमपि अस्ति तदेव विशेषसंज्ञा अस्ति सङ्ग्रहात् स्वीकृतः. बोल्ड् इटालिक् द्वयमपि अस्ति चेत् अत्र त्रियक् इति वदामः, तत्र स्थूलाक्षरैः अपि च त्रियक् अस्ति चेत् तद् तत्र अस्माकं मूलग्रन्थः यः अस्ति तत्र तर्कसङ्ग्रहः इति, तस्मात् साक्षात् तस्मात् अस्ति इति. केवलं तत्र स्थूलाक्षरैः अस्ति चेत् तद् बोधनीयः विषयः अथवा संज्ञा इति इत्युक्ते तत्र किञ्चित् मुख्यता अस्ति अस्मिन् पदे अथवा विषये इति कृत्वा तत्र केवलं बोल्ड् अस्ति. केवलं बोल्ड् एव अस्ति किल अत्र? आम् सत्यं. तर्हि तदर्थमेव अत्र अस्ति महोदयात् इत्युक्ते तत्र सा एतत् इह अयम् इति तत्र बोधनीयः विषयः इति कारणेनैव तथा अस्ति. धन्यवादः. हा, निष्कर्षः इति इत्युक्ते अन्ततो गत्वा निष्कर्षे निष्कर्षः एवम् अस्ति, निष्कर्षः अस्ति संयोगेन समवायेन अन्यसम्बन्धेन यौ पदार्थौ परस्परसम्बन्धौ प्रतीयते इति. तत्र तथा पठामः चेत् तत्र अर्थं सम्यक् आगच्छति. अत्र तु पृक्त्वा पृक् पृथक्त्वा पृथक्त्वा इति न अवगच्छामि. न न अत्र न परामर्थः इत्युक्ते निष्कर्षः इति अर्थः. अस्तु, तर्हि अग्रिमवाक्यत्रयमस्ति खलु, तद् रामकार्तिक् महोदय भवान् एव पठित्वा वदति वा? आधार आधेये भावम् आधयन्ति इति वृत्तिनियामकाः इति उच्यन्ते. वृत्तिः आधेयता, तत् तन्नियामकाः तद् अवच्छेदकाः इति अर्थः. तत्र ये सम्बन्धाः पूर्वं तत्र तत्र क्रमेण दत्तवन्तः, तत्र संयोगः, समवायः, दैशिकविशेषण सम्बन्धः, कालिकसम्बन्धः, एते सर्वे तत्र आधार आदेयभावं साधयन्ति. इत्युक्ते तत्र ययोः पदार्थयोः मध्ये एते सम्बन्धाः सन्ति, तेषु तयोः मध्ये तत्र आधार आदेयभावः अस्ति इति तत्र संज्ञा कृतः. एते सर्वे वृत्तिनियामकाः इति. तत्र वृत्तिः इत्युक्ते तत्र आधेयता इति अर्थः. नियामकाः इत्युक्ते तत्र तत्र अवच्छेदकधर्मः अस्ति इति कारणात् तत्र वृत्तिनियामकाः इति तेषां संज्ञा भवति. तत्र अवच्छेदकाः इत्युक्ते तत्र अवच्छेदकं अवच्छेदकः धर्मेण तत्र धर्मेण अवच्छिद्यते अथवा सम्बन्धेन अवच्छिद्यते इति कृत्वा तत्र तथाविध अवच्छेदकं भवति इति तत् वृत्तिनियामकसम्बन्धाः इति अत्र अस्ति. तदेव अस्ति वृत्तिनियामकत्वम् इति. तर्हि एतत् पर्यन्तं तत्र प्रश्नः अस्ति वा? तत्र अवच्छेदकविषये अद्यापि किञ्चित् वयम् आदौ दृष्टवन्तः. तत्र यदा वयं तत्तत् सम्बन्ध अवच्छिन्न आदेयता इति पठितवन्तः, तत्र किञ्चित् वयं चर्चितवन्तः अवच्छेदकविषये अपि. तत्र अवच्छेदकं भवति तत्र अवच्छेदकधर्मेण अथवा अवच्छेदकसम्बन्धेन इति. तत्र अत्र ज्ञानविषये यदा वयं दृष्टवन्तः तत्र कालिकसम्बन्धेन अथवा समवायसम्बन्धेन अथवा विषयतासम्बन्धेन तत्र अवच्छेदकं भवति इति वयं प्रेषितवन्तः. तदेव अस्ति अवच्छेदकः इति विषयः. तर्हि तत्र नियामकः इत्युक्ते अवच्छेदकः, वृत्तिः इत्युक्ते आदेयता. तर्हि वृत्तिनियामकः इत्युक्ते तत्र तथा तत्र आदेयता तत्र विद्यते अवच्छिद्यते इति तत्र आधाराधेयभावः अस्ति इति कृत्वा तत्र ये सम्बन्धाः तथा अस्ति तेषां नामकरणं कृतं. तत्र वृत्तिनियामकाः सम्बन्धाः इति नामकरणं कृताः. अवगच्छन्ति वा? एतावत्पर्यन्तं प्रश्नः अस्ति वा? अस्तु. तर्हि प्रश्नः अद्य किञ्चित् नूतनभागः न किञ्चित् अधिकम् आरम्भं कुर्मः चेत् सम्यक् न भवति. तर्हि कमपि प्रश्नः अस्ति चेत् प्रश्नानि सन्ति चेत् इदानीं वयं क्षम्यतां प्रश्नाः सन्ति चेत् इदानीं वयं चर्चां कर्तुं शक्नुमः, अथवा नो चेत् अद्य एव स्थगयामः. प्रश्नः अस्ति वा? सर्वं स्पष्टं भगिनि. एकः लघुप्रश्नः. हा, वदतु महोदय. तत्र वृत्तिनियामकः तत्र वयं पूर्वमपि चर्चितवन्तः वा? तत्र ज्ञाने विषयः अस्ति, विषये ज्ञानम् अस्ति, तद् भिन्नं वा? हा हा, तदेव. तत्र तत्तु वृत्ति अनियामकः अस्ति खलु, यतोहि तत्र वृत्तेः नियमनं नास्ति. तत्र यथा घटाकाशः इति चिन्तयामः चेत् तत्र घटः आकाशे अस्ति, आकाशः अपि घटे अस्ति इति वयं वक्तुं शक्नुमः. यतोहि घटस्य अन्ते अपि आकाशः अस्ति इति कारणात् तत्र आकाशः घटे इति उक्त्वा अत्र तु वृत्ति अनियामकं भवति खलु. तत्र कः आदेयः, कः अधिकरणमिति तत्र नियमेन वक्तुं न शक्नुमः. तर्हि तदस्ति वृत्ति अनियामकः. वृत्तिनियामकः इति तत्र यत्र तथाविध आधार आदेय भावः स्पष्टं भवति अत्र अस्ति वृत्तिनियामकसम्बन्धः इति. धन्यवादः. उत्तमप्रश्नः महोदय. प्रायः दोषं कृतवान् इति चिन्तयामि ततः. हा हा हा न पूर्वमेकवारं वयं चर्चितवन्तः सत्यम्. अस्तु अस्तु तर्हि अद्य अत्र स्थगयामः. धन्यवादः. शुभरात्रिः. धन्यवादः. Oh, I do have skirts. Hello. Come on in, come on in. I don't want any bucks to get in. Hi. I don't want any bucks to get in. My friend. I'm seeing you somewhere. There's Peter. There's Peter.